अस्तु, तर्हि अस्माकं कर्मणि भावे च लङ्लकारः इति पाठः प्रवर्तमानः अस्ति. तत्र त्रिचत्वारिंशत् अधिकशततमे पुटे अस्माकं पाठः अस्ति. कथा समाप्ता, उदाहरणानि दृष्टानि, ततः अग्रे एकमस्ति एतानि वाक्यानि परिशीलयत इति. एकवारं शीघ्रमेव वयं दृष्टवन्तः, किन्तु अस्मिन् वस्तुतः बहु किमपि चिन्तनीयमस्ति. अन्य कोऽपि अस्ति वा विलम्बेन? श्रीनिवासमहोदय, अन्य कोऽपि वा? अस्तु, हा, तत्रैव, तत्र ऋषिकेशः इति एकं वाक्यमस्ति. अखिलभगिनी पठति वा? आं महोदय. ऋषिकेशः गुडाकेशम् अब्रवीत्. ऋषिकेशेन गुडाकेशः औच्यत. अत्र किम् अभवत्? धातुः कः? तत्र धातुः अस्ति ब्रू. ब्रू धातोः कर्तरि मध्ये ब्रू अस्ति, कर्मणि रूपं वच् धातोः रूपं स्वीकरोति, तर्हि उच्यते इति भवति. लङ् रूपं तु औच्यत इति भवति, अकारः पूर्वम् आगच्छति अपि च वृद्धिः भवति इति कारणात् औच्यत इति भवति. चिन्तनं समीचीनमस्ति, बहु सम्यक् अस्ति. विशेषतः कर्मणि अर्थे ब्रू धातोः वचति तु नास्ति, किन्तु अत्र कुत्र भवति ब्रू धातोः वच् इति अर्थम् एकं सूत्रमस्ति. सूत्रमस्ति ब्रुवो वचिः, ब्रुवो वचिः इति. तत्र ब्रुवो इति षष्ठी अस्ति. ब्रुवो वचिः इति ब्रू धातोः स्थाने वच् आदेशो भवति आर्धधातुके परे. ब्रूधातोः स्थाने वच् आदेशो भवति आर्धधातुके परे. अत्र कर्मणि तत्र आर्धधातुकप्रत्ययः अस्ति वा अखिला भगिनि? आं महोदय, अत्र यक् इति प्रत्ययः अस्ति. यक् प्रत्ययः तु आर्धधातुकप्रत्ययः अस्ति. सूत्रं किं? सूत्रम् एकवारं ब्रुवौ. ब्रुवो वचिः, वचिः. महोदय, अत्र प्रश्नः अस्ति, आर्धधातुक केवलम् आर्धधातुकप्रत्यये परे खलु, न तु आर्धधातुकलकारेषु सर्वासु आर्धधातुकलकारेषु इति? आर्धधातुकलकारः इत्येव इत्यस्य अर्थः कः भगिनि? आर्धधातुकलकारः इति न उक्तं, किन्तु आर्धधातुकलकारः इति कदा वदामः? तत्र केचन लकारः तु तत्र पाणिनिना निर्देशं कृतवान् खलु, तत्र आर्धधातुकः भवति, आर्धधातुकलकारः भवति इति. हा, किन्तु आर्धधातुकप्रत्ययः परः चेत् अत्र अयं धात्वादेशः भवति. तर्हि यत्र यत्र धातोः आर्धधातुकप्रत्ययः भवति तत्र तत्र, अतः न केवलं लकारेषु अपि च कृदन्तेषु अपि यत्र यत्र. अस्तु महोदय, इति विषयः अस्ति. अस्तु, समीचीनमस्ति. द्वितीयं वाक्यं तर्हि सुब्रह्मण्यमहोदय, कृपया. अस्तु महोदय. भीष्मः शरान् अमुञ्चत्. अत्र धातु भीष्मेण शराः अमुञ्चन्त. अत्र धातुः अस्ति मुच् महोदय. मुच् लङ् भवति अमुञ्चत् बहुवचने, न अमुञ्चत् एकवचने अमुञ्चत् भवति कर्तरि लङ्. कर्मणि लङ् अत्र शरान् अस्ति, तत्कारणात् अत्र कर्मपदं बहुवचनमस्ति. अमुञ्च्यत, अमुञ्च्यन्त भवति महोदय. तत्कारणात् तत्र प्रथमपुरुष बहुवचनरूपं अमुञ्च्यत कर्मणि मूर्धातुः तुदादिगणे अस्ति, तत्र अन्तर्गणः अस्ति यस्मात् नुमागमः भवति. किन्तु आर्धदातुकः प्रत्ययः तत्र प्रायः श इति एव अस्ति, शविकरणप्रत्ययः परः चेत् एव तत्र नुमागमः भवति, नो चेत् न. अतः तत्र पश्यन्तु अमुच्यन्त तत्र नुमागमः नास्ति, अमुञ्चत् अमुच्यत अमुच्यन्त तत्र नुमागमः नास्ति, मुच् मूञ्च् इति भेदः. अन्य कोऽपि अस्ति वा? नमस्कारः महोदय, सञ्जीव. सञ्जीव महोदय, अस्तु. सुनिधि भगिनी अस्ति वा? सुनिधि भगिनी नास्ति, अन्यत् अस्ति. सुनिधि भगिनी नागच्छति चेत् वयं किं करिष्यामः? वदामि अनन्तरम्. महोदय, अदादि न न तुदादिगणे अस्ति. अस्तु अस्तु. महोदय, प्रवासः न जातः वा? न, प्रवासे एव अस्मि. ओ अस्तु, अस्मिन् गृहे अस्मि इदानीं. अस्तु अस्तु, बहु कश्चित् कोलाहलः वर्तते अत्र. अस्तु अस्तु, समीचीनं, बहु सम्यक् अस्ति. अस्तु, अग्रे त्रिचत्वारिंशदधिकशततमे पुटे स्मः, तत्र अभ्यासः प्रवर्तमानः अस्ति. तृतीयं वाक्यमस्ति. सत्यम्. अधिकशततमे पुटे तृतीयं वाक्यमस्ति. अजय महोदय कृपया. युक्ताः शान्तिम् आप्नुवन् युक्तैः शान्तिः आप्यत. अत्र धातुः कः अस्ति जानाति वा? न जानामि महोदय. चिन्तयामि. वस्तुतः सोच् इति अपि धातुः भवति संस्कृतभाषायां, किन्तु तस्य उपयोगः बहु न भवति. हिन्दीभाषायां यत् सोचता हूँ ततः आगतः अस्ति, किन्तु प्रचलितधातुः अस्ति अतु नास्ति. वक्तुं शक्यते, तत्र दोषः नास्ति. किन्तु आप् धातुः, आप् स्वादिगणे अस्ति, श्नुतिविकरणप्रत्ययः, तत्र लट् कर्तरि लटि तत्र श्नुति आगच्छति, कृत्वा आप्नोति, आप्नुतः आप्नुवन्ति, आप्नुवन्. प्राप्नोति इति भवति चेत् भवान् वदतु. प्राप्नोति इति चेत् तत्र लङ्लकारस्य रूपं किं? बालकः प्राप्नोति अद्य, ह्यः बालकः न. अत्र वाक्यं दृष्ट्वा न किं चिन्तनं कर्तव्यमस्ति खलु. अत्र युक्ताः इति कस्मिन् वचने अस्ति? अस्मिन् वाक्ये वचनं किम्? अजय महोदय, बहुवचनं, युक्ताः बहुवचनं. हा, अत्र मया किम् उक्तं? बालकः प्राप्नोति. इदानीं किं वचनमस्ति? बालकः किं वचनं? बालकः एकवचनम्. आप्नोति अद्य प्राप्नोति, ह्यः अपर्णा भगिनी सहायं करोति वा? आं महोदय, बालकः एकवचनमस्ति. अत्र प्राप्नोति इति लट् लकाररूपं, लङ् लकारे बालकः अप्राप्नोत्. अत्र किं मीनः साहाय्यं करोति वा? अप्राप् आप्नुत सन्दीप् महोदय चिन्तनं समीचीनमस्ति, किन्तु एकवचने बालकः प्राप्नोति, अद्य ह्यः इति किं स्यात्? अखिला भगिनि प्राप्नोत् महोदय, किञ्चित् बोधयतु. तत्र प्र इति उपसर्गः अस्ति, प्र उपसर्गपूर्वकः आप् धातुः, तर्हि लट्टि रूपं भवति प्राप्नोति इति. यदा लङ् रूपं रचयामः चेत् तत्र प्र तदनन्तरं अ इति भूतकाले अडागमः, अनन्तरम् आप्नोति इति रूपं, तर्हि प्रयोगः अयोगः आप् आ प्रा इति भवति, प्राप्नोति इति रूपं सूचयति. वस्तुतः वयं अन्यत्र दृष्टवन्तः खलु, यत्र उपसर्गः अस्ति तत्र उपसर्गस्य निष्कासनं कृत्वा एव अडागमः नाम भूतकालस्य अकारः संयोज्यते अस्माभिः. हा प्रथमवारं नास्ति, सर्वप्रथमम् अस्ति उपसर्गस्य निष्कासनं. प्र उपसर्गपूर्वकः आपदातुः, तर्हि प्र योगः अ योगः आपदातुः, तर्हि न तु अप्र आप् अप्राप्नोत् इति नास्ति. तत्र प्र अनन्तरमेव अ इति बहूनां दोषः जातः अत्र, प्राप्नोत्. अतः किं अपर्णा भगिनी तत्र उपविशति, बालकः उपविशति, तस्य लङ्काररूपं किम्? उप इति उपसर्गः उपविश्यत उपविश्यत् उपविशत् इति. तत्र निहारिका भगिनी सहायं करोति वा? चिन्तनं कर्तव्यमस्ति नाम सोपानेन, नो चेत् न भविष्यति. पुनः प्रश्नं वदति वा? बालकः उपविशति इति अस्य लङ्लकाररूपं किं? ह्यः बालकः उपविशत्. पुनः अहं उपविशत्. न न न, भवती अन्यत् कार्यं कुर्वन्ती अस्ति. अहं प्रयत्नं करोमि वा महोदय पुनः एकवारं? हा प्रयत्नं. कः? अपर्णा. का अपर्णा भगिनी अस्ति. उपविशति इति लट्लकारस्य रूपम्, अत्र विश् धातुः अस्ति वा मूलरूपं? विश् धातुः. ओके, लङ्लकारस्य अयोगः विश् योगः तकारः, अविश् उपसर्गरहितम् अस्ति. योगः तकारः इति कथं स्यात् अत्र? विश्योगः शप्. विश्योगः, किन्तु शप् इति न, तत्र विश् धातुः तुदादिगणे अस्ति इति मन्ये. तुदादिगणे विश्योगः शयोगः त तकारः, अत्र गुणकार्यं नास्ति, केवलम् अविशत् इति लङ्लकारस्य रूपम् अस्ति. अविशत्. अधुना उपयोगः अविशत्. उपयोगः अविशत् अत्र अतोगुणे इत्यनेन अकारस्य लोपः भूत्वा उपविशत् इति रूपमस्ति. दीर्घमस्ति वा उप? अतोगुणे इति कार्यं न करोति अत्र, किन्तु अतोगुणे कार्यं न करोति अत्र. अतोगुणे इति अत्र उपसर्गः अस्ति, चिन्तनं समीचीनमस्ति, किमर्थं न भवति इति अनन्तरं पश्यामः, किन्तु तत्र अत्र सामान्यगुणकार्यमस्ति. सवर्णदीर्घः भवति, गुणसन्धिः. नाम सवर्णदीर्घसन्धिः अस्ति, उपाविशत् इति अस्ति. उपाविशत् इति भवति, उप इति वस्तुतः पदम् अस्ति. उप इति चिन्तनं समीचीनमस्ति भवत्याः, पदम् अस्ति, पदं नास्ति इति नास्ति. अनन्तरं पश्यामि चिन्तनं कृत्वा किमर्थम् अतो गुणे इति कार्यं न करोति, किन्तु नास्ति अत्र. उपाविशत् इति रूपमस्ति. एवमेव प्राप्नोत्, बालकः प्राप्नोत्. अस्तु, तर्हि अत्र अजयमहोदय, युक्ताः शान्तिम् आप्नुवन्. अत्र वाक्यं बहुवचने अस्ति इति भवता उक्तं, तर्हि पुनः तत्र चिन्तनं कृत्वा वदतु अत्र कथमस्ति कर्मणि. युक्तैः तृतीया विभक्ति बहुवचनं, शान्तिः प्रथमा विभक्ति एकवचनम्, आप्यत आप्यता इति नाम युक् नाम कर्तृपदं किं, कर्मपदं किम्? कर्तृपदं युक्तैः किं, कर्तृपदं शान्तिः. शान्तिः कर्मणि, कर्मणि अस्माकं सूत्रं किं? त्रीणि एकम् एकं. त्रीणि इत्युक्ते त्रीणि तृतीया विभक्ति कस्य पदस्य? कर्तृपदस्य युक्तैः. तर्हि युक्तैः इति किं पदमस्ति? भवता उक्तं खलु त्रीणि एकमेकं, त्रीणि इत्युक्ते त्रीणि एकमेकं कर्तरिप्रयोगे किमस्ति सूत्रं, किं कर्तरिप्रयोगे? एकं द्वे एकं कर्तृपदं कर्मपदं क्रियापदं. क्रमः स एव अस्ति कर्मणि, तर्हि कर्मणि इति त्रीणि एकमेकम् इत्युक्ते किं? कर्तृपदं कर्मपदं क्रियापदं. तर्हि तृतीयविभक्तिः इत्युक्ते किं पदं? कर्तृपदं खलु. तथा न उक्तवान् पूर्वं किन्तु युक्तैः इति कर्तृपदमस्ति. अपि च नाम अर्थः यदा बोध्यते अस्माभिः तदा वयं निर्णेतुमपि शक्नुमः वाक्यं दृष्ट्वा. नाम आप्नुवन् अत्र युक्ताः शान्तिम् आप्नुवन्, के आप्नुवन्? के काम् आप्नुवन्? युक्ताः शान्तिम् आप्नुवन्. नाम के इति चेत् नाम के, नाम कर्तृपदं नाम यः कस्मिन्नपि, कस्मिन्नपि वाक्ये यः करोति सः कर्तृपदमस्ति खलु, यः करोति. तर्हि आप्नुवन् के, के आप्नुवन्? युक्ताः इति कृत्वा युक्ताः इति कर्तृपदमस्ति अर्थं दृष्ट्वा. अस्माकं सूत्रस्य आवश्यकता तत्र नास्ति, अपि अर्थः अवगम्यते चेत् सर्वं स्पष्टं भवति. तत्र कर्मणि प्रयोगे अर्थः परिवर्तते वा? कर्मणि कर्तरि कर्मणि प्रयोगे च तत्र अर्थपरिवर्तनं भवति वा? सञ्जीव महोदय, अर्थपरिवर्तनं न कर्तरि कर्मणि अर्थ प्रीत न भवति. किं किम्? किं परिवर्तते? विभक्ति एव परिवर्तते. नाम वाक्यस्य शैली परिवर्तते, किन्तु अर्थः न परिवर्तते इति सर्वेषां मनसि भवेत्. अतः कर्तरिप्रयोगे यत् कर्तृपदमस्ति तदपि कर्तृपदमस्ति कर्मणि प्रयोगे इति सर्वेषां मनसि भवेत्, तत्र भ्रमः मास्तु। यतोहि अर्थः समानः, अतः यः करोति कर्तरिप्रयोगे सः एव करोति कर्मणि प्रयोगे, विभक्तिः या कापि भवतु नाम। अतः अत्र अजयमहोदयः वदति वा, युक्तैः शान्तिः आप्यत इत्यस्मिन् वाक्ये कर्तृपदं किं कर्मपदं किम्? कर्तृपदं युक्तैः, कर्मपदं शान्तिः, क्रियापदम् आप्यत। सूत्रं किम्? सूत्रं 3:1:1। क्रियापदस्य एकम् इत्युक्ते किं वदतु? क्रियापदस्य एकम् इत्युक्ते कर्मपदं वचन सम्बन्धः पुरुषसम्बन्ध अनुसृत्य वचनं पुरुषम् पुरुषसम्बन्धम् अनुसृत्य क्रियापदम् अस्ति। हा, सम्यक्, बहु सम्यक्। अतः आप्यत इत्यस्य अत्र एकं न इत्यनेन किं जातं? शान्तिः इत्यस्य किं रूपम् अस्ति यस्मात् आप्यत अपि तथा, आप्यत इति अपि तथा? कः पुरुषः का तत्र किं वचनम्? शान्तिः एकवचनं, प्रथमपुरुषः। सम्यक्। अतः आप्यत अपि किम्? आप्यत अपि एकवचनं प्रथमपुरुषः। सत्यं, बहु समीचीनमस्ति। अन्य कोऽपि आगतवान् वा तदभ्यन्तरे? नमस्कारः महोदय, नताशा। नताशा भगिनी, अस्तु, समीचीनं। तर्हि चतुर्थं वाक्यम् अग्रे गच्छेम। अत्र श्रीनिवासमहोदय अग्रे। आम् महोदय, अज्ञानं जन्तून् अवृणोत्, अज्ञानेन जन्तवः आव्रियन्त। त्रिप्रयोगे अज्ञानं कर्तृपदमस्ति महोदय, जन्तून् कर्मपदम्, आ इति उपसर्गः अस्ति, रु धातु अस्ति, चिन्तयामि महोदय। हा, धातुः अस्ति वृधातुः, सत्यं वृधातुः। अत्र उपसर्गः अपि अस्ति, नाम आवृणोति लट्लकारे, आवृणोति इति भवति। अत्र इदानीं लङ्लकारः जातः, अतः किम् अस्ति अत्र आडागमः अपि जातः, यतोहि आयोगः आ न आडागमः इति न अडागमः अस्ति, हलादिदातुः अस्ति इति कृत्वा अडागमः जातः, नाम आयुगः अ इति जातमस्ति, उपसर्गः आ लङ्लकारस्य अडागमः, आयुगः अ आ इति जातमस्ति। बुद्धं? यथा यथा उपयोगः विश विश् धातुः इति पर्णभगिनी उक्तवती, उप अविश् उपाविश् उपाविशत्, प्रयोगः अयोगः आप् धातुः प्राप्नोत् इति यथा अत्रापि आ उपसर्गः यथा प्र उप अत्र आ अस्ति, आयोगः अ योगः वृधातुः आवृणोत्। स्पष्टं वा? हा वदतु। अज्ञानेन जन्तवः अव्रियन्तः, अव्रियन्तं कर्मणि प्रयोगे अज्ञानेन तृतीयाविभक्तं भवति। जन्तवः इति बहुवचनमस्ति, अव्रियन्त लङ्रूपं क्रियापदम्। हा धातुः अस्ति किन्तु वृ धातुः. अत्र किम् अभवत्? कृष्णऋकारः इदानीमपि अस्ति. ऋकारः कृष्णऋकारः अस्ति वा? न न व्रियन्त आव्रियन्त. किमर्थं किमर्थं स्मर्यते वा? न. अन्य कोऽपि सहायं करोति वा? तत् सुब्रह्मण्यमहोदय, ऋकारान्त धातुः अस्ति चेत् किं भवति कर्मणि? नमस्कारः महोदय. आम्, गुणकार्यं करोति. अत्र रिङ्क्षय ग्लिङ्क्षु इत्यनेन रिङ्गादेशः भवति ऋकारस्य स्थाने, यथा गुणकार्यं नास्ति किन्तु. अत्र वृ योगः यक् अस्ति. यक् प्रत्ययः परे चेत् ऋकारस्य स्थाने परः प्रत्ययः परः चेत् प्रत्ययः परश्चेत् ऋकारस्य स्थाने रिङ् आदेशः भवति अन्तिम ऋकारस्य स्थाने एव इति कृत्वा व योगः रि व्रि योगः यक्. अत्र बहुवचनम् इति कारणतः व्रिय योगः अन्त व्रियन्त आव्रियन्त इति रूपम्. रिङ् शय ग्लिङ्क्षु इति सूत्रम् अस्माभिः दृष्टं. सम्यक्. क्षम्यतां महोदय, अत्र अहं म्यूट् मध्ये आसम्. अनेन किं को लाभः? कश्चन लाभः अस्ति वा? म्यूट् अन्यत् कार्यमस्ति वा? न न महोदय. खादनमस्ति वा? भोजनं फलहारं न कृतवान्, इदानीं कृतम् अस्मि, तत् कारणात् म्यूट् मध्ये अस्मि. क्षम्यताम्, इदानीं म्यूट् मध्ये नास्मि महोदय. अस्तु, धन्यवादः. अत्र रिङ् शय ग्लिङ्क्षु इति सूत्रमस्ति. तत्र तुदादिगणे अस्ति श, शातिपिगणपदे तुदादिगणस्य, तत्र श इति, अपि च यक् अपि च लिङ्, श यक् लिङ् एतेषु रिङ् भवति ऋकारस्य. अतः अत्र यक् अस्ति, तर्हि रिङ् रिङ् इति आदेशः भवति. रिङ् इत्युक्ते रि, रेफे इकारः, रेफे ह्रस्व इकारः, तर्हि ऋकारस्य स्थाने रेफे इकारादेशः भवति रि आव्रियन्त आव्रियन्त इति अस्ति. ये जनाः किन्तु वदन्तु, ये जनाः अस्माकं तत्र व्याकरणवर्गे न सन्ति तेषामपि तत्र अधिकभ्रमः न स्यात्, किञ्चन लाभः अस्ति इति अहम् आशासे. किं कुर्व, यतोहि न समस्या का अस्मिन् स्तरे, अत्र बहवः असामान्यधातवः सन्ति, ते किमर्थं स्थापितवन्तः इति न जाने, किन्तु अस्य अवगमनार्थं यदि वस्तुतः अवगन्तुम् इच्छेम तर्हि किं कर्तव्यमस्ति? नो चेत् अवृणोत् कथम् आव्रियन्ता इति जातमस्ति, किमपि न वदामश्चेत् तत्र रहस्यं तु स्थास्यति, तन्न स्यात् इति कृत्वा मम मनसि अस्ति यत् मध्ये मध्ये सूत्रं पश्यामश्चेत् तत्र लाभः. आवृणोत् आव्रियन्त, नो चेत् कथं जानीयाम वृ इत्यस्य स्थाने व्रि इति जातमस्ति, रिङादेशः अस्ति. यक् अत्र सर्वे जानन्ति एतावता खलु, तत्र कर्मणि भावे कश्चन प्रत्ययः भवति यक्, धातुतः यक् इति प्रत्ययः अस्ति, ककारः न तिष्ठति, य अवशिष्यते य. तदर्थं गच्छति किन्तु गम्यते य, मध्ये यः य अस्ति सर्वत्र, स च य इति यक् प्रत्ययस्य. अस्तु, अव्रियन्त समीचीनमस्ति. एवमेव क्रीडातुः, निहारिका भगिनी वदतु, तत्र क्रीडातोः तत्र करोति करोति क्रीडातुः ऋकारात् धातुः, तत् कर्मणि किं भवति करोति क्रीडातुः? क्रियते. हा, नाम ऋकारस्य अपि स्थाने अत्र रि अब् रि आदेशः भवति रि रेफे इकारः. सामान्यतया धातुरूपं यथावत् तिष्ठति कर्मणि भावे च, किन्तु अत्र नास्ति, ऋस्थाने रि भवति. अपि च तत्र एकम् अन्यत् उदाहरणमस्ति, तत्र कृ धातुः क्रियते, वृ धातुः व्रियते. इदानीं सञ्जीवमहोदय एकं पृष्टवान् पूर्वमपि, इदानीं तूष्णीं तिष्ठतु कृपया, तत्र स्मृ धातुः कोऽपि जानाति वा, तत्र अखिला भगिनी वदति वा स्मृ धातुः किं भवति? स्मृदातु स्मार्यते महोदय, स्मार्यते इति नास्ति, किन्तु सुब्रह्मण्यं महोदय स्मृ कः किं रूपं महोदय? कृ क्रियते, वृ व्रियते, स्मृ स्मर्यते, स्मर्यते महोदय अत्र इति अस्ति. तदर्थमेकं सूत्रमस्ति, स्मृ धातोः स्मर्यते नास्ति, सर्वेषां मनसि भवतु, स्मृधातोः स्मीयते किन्तु नास्ति. कथं महोदय? तत्र सूत्रमस्ति, गुणोर्तिसंयोगाद्योः, गुणोर्तिसंयोगाद्योः इति सूत्रेण ऋकारधातोः ऋकारात् प्राक् संयोगः अस्ति चेत्, नाम द्वयोः हल् वर्णयोः संयोगः, तत्र सकारमकारयोः संयोगः अस्ति हल्, नाम व्यञ्जनद्वयोः व्यञ्जनयोः संयोगः अस्ति चेत् ऋकारात् पूर्वम् अस्ति चेत् किं भवति, तत्र गुणः भवति, न तु ऋङादेशः, अतः स्मृ स्मर् भवति, स्मृ स्मर् भवति, स्मर्यते, मनसि भवतु महोदय. क्रियते व्रियते स्मर् किन्तु स्मर्यते. हा भगिनि, सूत्रं पुनः एकवारं वक्तुं शक्नोति वा? सूत्रमस्ति, गुणोर्तिसंयोगाद्योः, गुणः गुणोः अर्ति संयोगाद्योः, तत्र सन्धिं कृत्वा गुणोर्तिसंयोगाद्योः, अवग्रहः अस्ति किन्तु मध्ये, गुणो अवग्रहः रति संयोगाद्योः. अस्तु, तर्हि अग्रे गच्छेम. पञ्चमं वाक्यम् अत्र सञ्जीवमहोदय करोति वा? गीतोपदेशेन अर्जुनः स्मृतिम् अलभत. कर्मणि, गीतोपदेशेन अर्जुनेन स्मृतिः अलभ्यत. अर्जुनः इति कर्तृपदं, स्मृति इति कर्मपदम्, अलभत लभधातु लङ्लकारे, लभधातु परस्मैपदी अथवा आत्मनेपदी? आत्मनेपदी अस्ति. तदर्थं सर्वे पश्यन्तु, अलभन्त, तत्र अकारः अस्ति अन्ति खलु, तदर्थम्. अस्तु अस्तु अग्रे. अलभत इति कर्तरि कर्तरिप्रयोगे प्रथमपुरुष एकवचनं, स्मृतिम् अलभत. तत्र कर्मणि गीतोपदेशेन कर्तृपदस्य परिवर्तनं भवति तृतीयाविभक्तौ अर्जुनेन. स्मृतिम् इति पदस्य कर्मपदस्य परिवर्तनं प्रथमाविभक्तौ स्मृतिः. तदनुसृत्य क्रियापदमपि अलभत, क्रियापदस्य परिवर्तनम् अलभ्यत. गीतोपदेशलभ्यत इति प्रथमपुरुष एकवचने एव. हा, बहु समीचीनं. गीतोपदेशेन अति तृतीया विभक्तौ इति कृत्वा कर्तृपदम्. गीतोपदेशेन गीतोपदेशेन कर्तृपदं नास्ति. गीतोपदेशेन करणकारके. हा, अत्र तृतीयविभक्तौ इत्युक्ते कर्तृपदमिति सर्वत्र नास्ति, किन्तु सर्वे अवगच्छन्तु. अत्र माध्यमं माध्यमार्थे साधनार्थे अस्ति गीतोपदेशेन. अत्र कर्तृपदं नास्ति. अर्जुनेन अति कर्तृपदम् यथा महोदयेन उक्तं. समीक्षणम् अग्रे यद् नताशा भगिनी अग्रे. महोदय, लभ्यतां किम् अस्ति लङ्लकारे? लभ्यतां किम् आत्मनेपद आत्मनेपद अलभ्यता आत्मनेपद न लभ्यते. किं वचनं लभते? लभते लभते एकवचनं. भवती तु वदतु, स्वयं वदतु. तत् ताम् इति भवति वा? ताम् न, न, न, द्विवचने अस्ति. आम् महोदय. मुमुक्षवः जरामरणमोक्षाय अयतन्त. मुक्षवः कर्तृपदं, जरामरणमोक्षाय जरा इत्युक्ते वृद्धावस्था. मरण मोक्षार्थं मोक्षाय. महोदय, कर्मपदं नास्ति अत्र. सत्यं, सर्वत्र भवेदेव इति नास्ति. सत्यमेव. अयतन्त अग्रे. अत्र धातुः अस्ति, यत् इति धातुः अस्ति. यथा प्रयत्न इति अस्ति, प्रयत्नः. आम्, यत् इति धातुः. प्रयत् यत् प्रयतन्त. मुमुक्षवः कर्तृपदं तृतीया विभक्तौ मुमुक्षुभिः यत् अयतन्त. महोदय, मरणम् अथवा जरा कर्मपदम्? न, अत्र द्वितीयं वाक्यं पश्यतु. मुमुक्षुभिः जरामरणमोक्षाय अयत्यत. अयत्यत अयत्यत प्रथमपुरुष एकवचन. कर्मपदमस्ति. अत्र बोधनीयमस्ति यत् जरामरणमोक्षाय इति एकमेव पदमस्ति. तत्र तस्य तत्र विभजनं कर्तुं न शक्नुमः. एकवारं यदा अस्य नाम अस्ति समस्तपदं समासः जरामरणमोक्षः इति एकं पदमस्ति. अतः मरणम् अथवा जरादि क्रमपदमिति वक्तुं न शक्नुमः. तत्र पृथक्तया पदस्य विभक्तिः नास्ति खलु. नूतनपदं जातमस्ति जरामरणमोक्षः, तस्मै जरामरणमोक्षाय इति एकं पदमस्ति. तत् का विभक्तिः अस्ति अत्र? चतुर्थी. कर्त्री अपि कर्मणि अपि यतोहि यस्य पदस्य चतुर्थी विभक्तिः भवति तस्य परिवर्तनं किन्तु न भवति खलु कर्त्री कर्मणि सूत्रमस्ति त्रीणि एकमेकमेकं द्वे एकं तत्र चतुर्थी इति कुत्र नास्ति कुत्रचिदपि इति कृत्वा तस्य परिवर्तनं नास्ति किन्तु धातु वचन परिवर्तनं अस्ति महोदय अयन् अयतन्त बहुवचन किन्तु अयत्यत एकवचन तत् किमर्थं समीचीनं किमर्थम् अत्र अत्र पद्माभगिनी किं वदति अत्र कर्मपदम् एकवचने अस्ति प्रयत्नं करोति कर्मपदं किम् अकर्मकपदम् अस्ति मुमुक्षुभिः प्रयत्नं करोति मुमुक्षुवः प्रयत्नं करोति जरामरणमोक्षाय विमुक्ति मीना भगिनी किं वदति अत्र कर्मपदमस्ति कः पदं किं पदं कर्मपदं कर्मपदं द्विति जरामरणमोक्षम् इति मन्ये परन्तु तत् चतुर्थीविभक्ति अस्ति द्वितीयविभक्तिपदं भवति कर्मपदं चतुर्थीविभक्तौ भवति न भवति चेत् कर्मपदम् अपि न अस्ति अतः भावे प्रयोगः अस्ति अपर्णभगिनी किं वदति एकवारं यथा अकर्मकः अस्ति चेत् कर्मपदं नास्ति चेत् अत्र सर्वदा प्रथमपुरुषस्य एकवचनम् एव रूपमस्ति क्रियापदस्य अत्र यत् धातुः यद् धातुः अत्र यथा स्थापितमस्ति सकामकधातुः अस्ति इति भाति द्रष्टव्यमस्ति अत्र कोऽपि पश्यतु तत्र कर्मकः सकामकः प्रयत्नं करोति तत्तु सकर्मकः धातुः अस्तु न दृष्ट्वा उक्तु वदति अथवा एवं स्वमनसा मम पार्श्वे नास्ति सकर्मक कर्मक पुस्तकं नास्ति अस्तु अहं पश्यामि प्रायः नाम अत्र दोषः नास्ति चेत् सकर्मकः भवेत् पश्यामि महोदय क्षम्यताम् अहम् अत्र बृहद्धातुकुसुमाकरे पश्यन्ती अस्मि अकर्मकः इति लिखितमस्ति महोदय यति प्रयत्नम् दृष्ट्वा अहमपि चिन्तयामि स्म यत् अकर्मकधातुः स्यात् तत्र न स्थापितमस्ति यत् धातुः तत्र कर्मपदं कथं वा भवेत् इति अपि मम भ्रमः भवति स्म कर्मकः धातुः स्यात् तदपि तथा लिखितमस्ति वा भगिनी अकर्मकः इति लिखितमस्ति महोदय इति अहमपि चिन्तयामि स्म तर्हि सर्वे लिखन्तु अत्र दोषः अस्ति यतोहि तत्र भावे इति अधोभागे अस्ति तत्रैव भवति स्म अत्र कर्मकधातुः अस्ति इति कृत्वा एव तत्र कर्मपदं नास्ति अतः डिफाल्ट् भवति एकवचने प्रथमपुरुषे इदानीं यदि धातुः सकर्मकः अस्ति तथापि कर्मपदं भवेत् इति न कोऽपि नियमः नाम बालकेन अक्रियत बालकेन अक्रियत तत्र कृधातुः अवश्यं सकर्मकधातुः अस्ति किन्तु कर्मफलं नास्ति तर्हि नाम नास्ति चेत् डिफाल्ट् तथा भवति एकवचने प्रथमपुरुषे यथा भावप्रयोगः, यद्यपि भावप्रयोगः नास्ति बालकेन अक्रियत इति वाक्यं भावप्रयोगः नास्ति, कर्तरि एव कर्मणि एव प्रयोगः अस्ति, यद्यपि कर्मपदं न उक्तं किन्तु भवितुम् अर्हति स्म इति कृत्वा कर्मणि प्रयोगः, न तु भावे कर्मपदस्य अनुक्ते सति एकवचने प्रथमपुरुषे भवति क्रियापदं। किन्तु समीचीनम्, अग्रे गच्छेम। तर्हि किं निहारिका भगिनी अग्रे। भगवान् भक्तानां योगक्षेमम् अवहत्। भगवता भक्तानां योगक्षेमम् ओह्यत। अत्र भगवान् इति कर्तृपदं, योगक्षेमम् इति कर्मपदम्, धातुः वः इति वा? हा, वः धातुः। आम्, अतः प्रथमवाक्ये भगवान् इति एक प्रथमविभक्ति विभक्तौ अस्ति, योगक्षेमं द्वितीयविभक्तौ अस्ति, अनन्तरं द्वितीयवाक्ये भगवता इति तृतीयविभक्तौ अस्ति कर्तृपदं, योगक्षेमं तत्र एक प्रथमविभक्तौ अस्ति, अनन्तरम् ओह्यता अपि एकवचने अस्ति, यतोहि योगक्षेमम् एकवचने एव अस्ति। समीचीनमस्ति। तर्हि अत्र अस्य नाम किमिति स्मरति वा? वहति इत्यस्य अवहत् कर्मणि औह्यत इति कीदृशं परिवर्तनं जातं स्मरति वा? वकारस्य स्थाने यः उकारः जातः, तस्य नाम न स्मरामि। गुणा मीना भगिनी, सम्प्रसारणमिति नाम भवति उकारस्य वकारः, दक्षमितम् उकारस्य उकारः, यकारस्य इकारः इति सम्प्रसारणं भवति। तर्हि यथा सर्वे पश्यन्तु, उदाहरणानि सन्ति अत्र 25-100 पुटे उदाहरणानि सन्ति, 25-100 पुटे वद् इति धातुः उद्यते, वच् उच्यते, वप् उप्यते, वः उह्यते, वकारस्य उकारः, वकारस्य उकारः। इदानीम् उह्यते इत्यस्मात् औह्यत इति कथं जातं, निहारिका भगिनी वदति वा? उह्यते औह्यत किमर्थं तथा? लङि लट्लकारे तत्र अत्र प्रदर्शितमस्ति वहति उष्यते, उकारस्य औकारः कथम्? अखिला भगिनी सहायं करोति वा? आं महोदय, अत्र अयोगः उह्यत इति भवति, आच इति सूत्रेण तत्र अकार उकारयोः सन्धि तत्र वृद्धिः भवति, तर्हि तत्र वृद्धिसन्धि भूत्वा आटश्च इति सूत्रेण अत्र वृद्धिः भवति. तर्हि औ औ औह्यत इति रूपं भवति. हा हा, नाम निहारिका भगिनी, यद्यपि कुत् सूत्रं न जानीयात् किन्तु अस्माभिः अत्र सम्भाषणवर्गस्य कृते किं ज्ञातव्यमिति चेत् वृद्धिः भवति. धातुः अजादि अस्ति चेत् धातोः प्रथमवर्णः स्वरः अति अस्ति चेत् तत्र वृद्धिः भविष्यति. यथा इच्छति, इच्छति भवती एव वदतु निहारिका भगिनी, इच्छति इत्यस्य लङ् लङ्लकारः ऐषति कर्मणि लङ् कर्तरि लङ् ऐष्यत् किम् ऐष्यत् न न अत्र इच्छति. सुब्रह्मण्यं महोदय वदतु. इच्छति तस्य लङ् रूपं भवति ऐच्छत् महोदय. आयोगः इ अस्ति अत्र, इकारस्य वृद्धिः भूत्वा ऐ भवति. ऐच्छत् प्रथमपुरुष लङ् लकार एकवचनरूपं ऐच्छत्. कर्मणि कर्मणि लङि ऐष्यत यथा भवत्या उक्तम् ऐष्यत. कर्तरि ऐच्छत् वृद्धिः भवति इति प्रदर्शनीयमासीत्. हा, इकारस्य वृद्धिः ऐच्छत् ऐष्यत च अत्र औह्यत. अस्तु, किन्तु अत्र अवहत् इति अत्र तादृशं परिवर्तनं नास्ति. किमर्थं तत्र वकारः अस्ति? स्वरः नास्ति इति कृत्वा. स्वरः नास्ति इति कृत्वा. अस्तु, अग्रे गच्छेम. तर्हि पुष्पा भगिनी अग्रे. अस्मि. ऋषयः ब्रह्मनिर्वाणम् अलभन्त. ऋषयः बहुवचन, ब्रह्मनिर्वाणम् एकवचन, अलभन्त बहुवचन. ऋषिभिः ब्रह्मनिवारणं निर्वाणम् अलभ्यत. लभ् धातुः, ऋषिभिः कर्मपदं, ब्रह्मनिर्वाणं कर्मपदम् कर्तृ कर्मणि भवे कर्मणि अलभ्यत. अलभ्यत, अस्तु, समीचीनमस्ति. त्रीणि एकमेकम् इति अस्ति. अस्तु, अग्रे गच्छेम. पद्मा भगिनी अग्रे. महोदय, कर्तरि भावे सैनिकाः अयुध्यन्त. कर्तरि प्रयोगे भावे प्रयोगे सैनिकैः अयुध्यत. सैनिकाः बहुवचन पुलिङ्ग अस्ति. अत्र अत्र कर्मपदं किम्? अकर्मक अस्ति. किम् अकर्मक? कः अकर्मकः अस्ति? सत्यमेव, धातुः कर्मकः अस्ति. युद्धधातुः अकर्मकः अस्ति. अकर्मकः अस्ति. भावे प्रयोगे सैनिकैः अयुध्यत. तत्र कर्मणि प्रयोगे भावे प्रयोगे अस्ति अयुध्यत लङ्लकार रूपस्य. अस्तु, समीचीनमस्ति. द्वितीयं वाक्यं सहदेव महोदय. आम् आम् मूढाः अज्ञानेन अमुद्यन्त. अमुह्यन्त. धातु अस्ति मुह्. धातु मुह्. पापे प्रयोगः मूढैः अज्ञानेन अमुद्यत. अमुह्यत. कर्तृपदं मूढाः. पापे प्रयोगः तृतीयविभक्ति बहुवचनं मूढैः. क्रियपदम् अमुह्यन्त. अमुह्यत. अमुह्यत. लङ्लकार भावे प्रयोग अमुह्यत. हा, अत्र वचनं किम्? वचनं एकवचनं प्रथमपुरुषः. किमर्थं? सत्यं. किमर्थं? कर्मपदं नास्ति. डिफाल्ट् एकवचनं प्रथमपुरुषः. भाविप्रयोगे सम्यक्, भाविप्रयोगे तथा सर्वत्र. अस्तु, तर्हि अग्रे क्षेम. सुब्रह्मण्यं महोदय. महोदय, आम्, एकः प्रश्नः अस्ति. अस्मिन् वाक्ये मूढाः अज्ञानेन अमुष्यन्त. अत्र अज्ञानेन इति पदं क्रियाविशेषणम् अस्ति. तत् करणकारके अस्ति वा अथवा उपपदविभक्ति तु नास्ति? उपपदविभक्तिः नास्ति, करणकारके वा? कारकतृतीय अस्ति. सत्यं, कारक क्रियाविशेषणमपि कारकतृतीया एव. सत्यं सत्यं, कारकतृतीया अस्ति. धन्यवादः. अवश्यम्. अस्तु, अग्रे सुब्रह्मण्यमहोदय, अग्रे. हस्तात् गाण्डीवम् अस्रंसत. अत्र गाण्डीवम् अस्रंसत. गाण्डीवम् अत्र कर्तृपदमस्ति. हस्तात् तत्तु पञ्चमी विभक्ति. अत्र कर्तरीरूपं भावे हस्तात् गाण्डीवेन. अत्र प्रायः मम चिन्तनमस्ति मुद्रणदोषः अस्ति वा महोदय? अत्र अस्रंस्यत भवति प्रायः. न न, समीचीनम्. अस्रस्यत एव समीचीनं महोदय. सत्यं. हस्तात् गाण्डी. न महोदय, न जानामि. वयम् अधीतवन्तः, भवतः मनसि कुत्रचित् भवेत् अस्ति एव, यद्यपि विस्मरणं जातं स्यात्. पुनः पठामि महोदय, पुनः पठामि. द्रक्ष्यामि अनन्तरं, यदि प्रश्नः अस्ति चेत् पृच्छामि. हस्तात् गाण्डीवेन अस्रस्यत. अत्र गाण्डीवेन अत्र कर्तृपदमस्ति. धातुः अस्ति स्रन्स्. अत्र अकर्मकः धातुः, तत्कारणात् अत्र कर्मपदं नास्ति. भावे प्रयोगः, अतः अस्रस्यत प्रथमपुरुष एकवचन लङ् रूपमस्ति असुरस्य च. सर्वे जानन्ति वा तत्र अर्थं सृणंस् इति पतति अथवा स्लिप् करोति इति तादृश अर्थः स्लिप् अथवा पतति. महोदय समीचीनम्. अहं चिन्तयामि स्रस्यते इति नुमागमः स्रंसत इति अमुञ्चत् अमुच्यन्त इति एव अस्रंसत अस्रस्यत. अत्र अत्र मूलधातुः तत्र भवत्याः चिन्तनं समीचीनं, किन्तु अत्र मूच् धातुः तु दादिगणे मूच् इति मूलधातुः अस्ति मूच्. तत्र नुमागमः जातः. अत्र मूलधातुः अस्ति स्रंस्, किन्तु अनुस्वारः आरम्भतः एव. नुमागमः जातः इति नास्ति. किमर्थं स्रंस् स्रस् इति भवति? अत्र धातुः अस्ति स्रंसु. स्रंसु उपदेशावस्थायां स्रंसु इति अस्ति. स्रंसु इति अस्ति भ्वादिगणे अस्ति स्रंसु इति धातुः. किन्तु भ्वादिगणे केवलं दंश संज रंज एतेषां धातूनां कृते एव नकारलोपः भवति. किन्तु स्रंस् धातुः तत् गणसमूहे नास्ति. अन्य किमपि सूत्रं स्यात् इति अहं चिन्तयामि. अस्माकं परिचितं सूत्रम् अत्र धातुः अस्ति स्रंसु. स्रंसु इति अत्र उदित् धातुः अस्ति, न तु इदित्. अतः अनिदित् धातुः अस्ति इति बहु बृहान् सङ्केतः इदानीं मया दत्तमस्ति. अनिदितां हल उपधायां मिति यक् कित् अस्ति इति कारणतः अङ्गे उपधायां यत् नकारः अस्ति तस्य लोपः भवति इति कृत्वा अत्र अनुस्वारः अपि नकारस्य रूपः इति कारणेन लोपः भवति इति अस्ति. स्रंसु इति मूलधातुः अस्ति. स्रंसु उदित् अस्ति, न तु इदित्. अतः अनिदित् अस्ति. अनिदित् धातुः अस्ति इति कृत्वा अनिदितां हलोपधायाः ङिति यक्यत् अस्ति. अतः अत्र किति परे अनुस्वारस्य उपधायां स्थितस्य अनुस्वारस्य लोपः जातः. हस्तात् गान्धीवेन अस्रस्यत. अस्तु, ये अस्माकं व्याकरणवर्गे न सन्ति अत्र चिन्ता नास्ति. तादृश नाम अवगमनार्थं तादृशं वक्तव्यं भवति, किन्तु कुत्रचित् अनुस्वारस्य अस्तु किं वक्तुं शक्नुमः. तत्र कर्मणि प्रयोगे अनुस्वारस्य अपगमनमस्ति इति अवगन्तव्यमस्ति. अस्रंसत अस्रस्यत इति भेदः. अग्रे सञ्जीवमहोदय अग्रे करोति वा. शिबिरे सैनिकाः अशेरन् भावे प्रयोगे शिबिरे सैनिकैः अशय्यत. सैनिकाः इति कर्तृपदम्, अशेरन् इति क्रियापदं, शीङ् धातु आत्मनेपदि धातुः, अशेरन् इति रूपं वस्तुतः दोषाय अस्ति, किन्तु न जाने अत्र तेषां दोषः अस्ति. हा इति अस्ति. अशेत अशयाताम् अशेरत. अशेरत इति रूपमस्ति इति अस्ति. हा, शिबिरे सैनिकाः अशेरत. शिबिरे सैनिकाः अशेरत. शिबिरे सैनिकैः अशय्यत. सैनिकैः कर्तृपदम् अशय्यत, प्रथमपुरुष एकवचनरूपं. हा, तत्र वैशिष्ट्यमस्ति अशय्यत. अत्र शी इति शीङ् शीङ् इति धातु अस्ति, लौकिकधातु अस्ति शी, अदादिगणे अस्ति. तत्र कथम् अशय्यत इति वैश् नाम विशिष्टसूत्रमस्ति, केवलं शी शी धातोः कृते अस्ति सूत्रमस्ति. अयं यि किङिति, अयं यि नाम यकि, यकारादिप्रत्यये परे, यकारादिप्रत्यये परे यि इति, अयं यि किङिति. तत्र सिंहः अङ्गस्य अयं आदेशः भवति यकारादि किङिति प्रत्यये परे इति, अयं यि किङिति. तर्हि किमस्ति, अडागमः अस्ति, अ योगः शी योगः य नाम यक् योगः त, अशी य त, तर्हि अशीयत इति अभविष्यत्. किन्तु शी धातोः दीर्घ ईकारस्य स्थाने ऐ आदेशः भवति, तर्हि अशय्यत अशय्यत इति अस्ति, ईकारस्य स्थाने ऐ इति मुख्यम्. बुद्धं महोदय? अस्तु, इति स्थितिरस्ति. अग्रे गच्छेम तर्हि. अधुना किं मीना भगिनी अग्रे? अर्जुनः रथे उपाविशत्. अर्जुनः कर्तृप्रदं, रथे सप्तमी, उपाविशत्. कर्तृपदं तृतीया विभक्तौ अर्जुनेन रथे उपाविश्यत, भावे प्रयोगः एव. उपाविशत् इति अकर्मकधातुः. अत्र धातुः अस्ति, धातुः विश्, उपसर्गः उप, लङ् लकारे अकारः आगच्छति, उपयोगः आयोगः विश् उपाविश् उपाविश्यति इति भवती प्रायः उक्तवती स्यात्. उपयोगः अयोगः उपयोगः उपयोगः आयोगः विश् उपाविश् उपाविशत् इति प्रथमपुरुष एकवचन, उपाविश्यत इति कर्मणि प्रयोगे प्रथमपुरुष एकवचनं. अस्तु, समीचीनमस्ति. इदानीं पञ्चचत्वारिंशत् अधिकशततमे पुटे तत्र अभ्यासः, द्वादशं वाक्यं पर्यन्तं वयं प्राप्तवन्तः. अर्जुनः, श्रीनिवासमहोदय पठति वा अर्जुनः? आम् महोदय. अर्जुनः कुरुक्षेत्रे सम्बन्धिनः एक्षत. अर्जुनेन कुरुक्षेत्रे सम्बन्धिनः ऐक्षत. अत्र धातुः कः? धातुः कः इति कोऽपि वदति वा? सुब्रह्मण्य महोदय. ईक्ष् महोदय. हा, दीर्घ ईकारादिः, ईक्ष् पश्यति इति अर्थः. ईक्ष् इति धातुः अस्ति. अत्र परस्मैपदि आत्मनेपदि वा? आत्मनेपदि महोदय. हा, लटि ऐ लटि किमस्ति? लटि ईक्षते महोदय. ईक्षते इति रूपमस्ति. हा, तर्हि कर्तरिप्रयोगे लङि ऐक्षत, अजादिः अस्ति नाम स्वरादि इति अस्ति धातुः, स्वरादिधातुः, अजादिधातुः, अतः तत्र वृद्धिः भवति. ऐक्षत, अर्जुनः कुरुक्षेत्रे सम्बन्धिनः ऐक्षत. इदानीं धातुः अस्ति ईक्ष्, पुनः वदतु महोदय, श्रीनिवास महोदय, तत्र कर्मणि किं स्यात्? आत्मपदे ईक्ष् धातुः, तावती सूचना अस्ति चेत् भविष्यति रूपम्. धातु या योगा वृद्धिः, वृद्धिः यथा निहारिका भगिनी तत्र पूर्वम् उक्तवती खलु, इच्छति इत्यस्य ऐच्छत्, इच्छति इत्यस्य ऐच्छत्, ऐष्यत, अत्र तथैव अस्ति. महोदय किं पुटे तत्र पुटद्वयम् अग्रे चत्वारिंशत् अधिक शततमे पुटे द्वादशवाक्यं. हा, नास्ति वा मनसि वा श्रीनिवासमहोदय? तर्हि ईक्ष् धातुः तत्र नताशापि निवति वा? ईक्ष् धातुः तत्र किम् अस्ति कर्मणि लङि? इकारः भवति महोदय. एक्ष्यत् अत्र गुणः न, वृद्धिः भवति, वृद्धिः न, वृद्धिः भवति. अजय महोदय किञ्चित् सहायं करोति वा? अजय महोदय ऐक्ष्यत बहु समीचीनम्. इदानीं किन्तु कर्मपदं किम् अस्ति अत्र? अस्मिन् वाक्ये कर्मपदं किम्? जय महोदय वदतु. सम्बन्धिनः इति चिन्तयामि महोदय. समीचीनम्. अत्र वचनं किम्? बहुवचनं. तर्हि क्रियपदं कथं स्यात्? कर्मपदं ऐक्ष्यन्त. हा हा हा हा, श्रीनिवासमहोदय वदतु. अर्जुनेन कुरुक्षेत्रे सम्बन्धिना ऐक्ष्यन्त. ऐक्ष्यन्त, समीचीनम्. अस्तु, अग्रे गच्छेम. अधुना अग्रे अखिला भगिनी वदतु. भीमः दुर्योधनम् आह्वयत्. भीमेन दुर्योधनः आहूयते. आहूयत. हा, कथमस्ति रूपम्? आ उपसर्गपूर्वकः ह्वे धातु महोदय. आ योगः हूयते इति भवति लटि. लङि भवति आयोगः अहूयत् अहूयत इति. तर्हि आहूयत इति भवति. हा, किञ्चित् इतोपि विशिष्टरूपेण वक्तव्यमस्ति. इदानीं सम्यक्तया उक्तवती न वा इति न जाने. तत्र रूपं कथमस्ति? कीदृशदातु अस्ति? कीदृशदातु इत्युक्ते प्रश्नः न अवगतः मया. नाम लङ्लकारस्य परिवर्तनार्थं किं कर्तव्यमस्ति? लट् लट् लट् लट् इत्यस्मात् लङ् इति यदा कुर्मः किं कर्तव्यमस्ति? कर्मणि वा कर्तरि वा? कर्मणि. हा तर्हि तत्र हूयते इति लटि अस्ति कर्मणि, अहूयत् अहूयत इति भवति लङि. तर्हि अत्र हुयति धातु अस्ति, हुय इत्यस्मात् अहूयत इति कथं जातम्? बकारस्य ऊकारः भवति, दीर्घ ऊकारः भवति हूयत इति, क्षम्यतां हूयते इति कथम्? कथम् इति इदानीं न स्मरामि महोदय, क्षम्यतां. तत्र अत्र ह्वे इति धातु अस्ति, ह्वे. सुब्रह्मण्यं महोदय वदति वा? सत्यम्. आं महोदय, हलः इति सूत्रेण अत्र हकारस्य दीर्घत्वं भवति. न न न, तथा अस्ति महोदय, ह्वे अस्ति. प्रायः चुरादिगणी चुरादिगणीयरूपमस्ति अत्र ह्वे योगः नेच्. अत्र तथा नास्ति. प्रश्नः पुनः वदतु महोदय. प्रश्नः कः महोदय? ह्वे इति, ह्वे इति धातुः अस्ति. तत्र ह्वे अत्र वकारः अस्ति महोदय. वकारात् सम्प्रसारणं भूत्वा उकारः भवति प्रथमम्. अनन्तरं हकारं प्रथमम् अस्ति, तत्कारणात् हकारस्य दीर्घत्वं भवति, तत्कारणात् उकारः ऊकारः. उकारस्य उकारः किमर्थं? सम्प्रसारणं भूत्वा महोदय अत्र. तर्हि अत्र किं वक्तव्यमस्ति, ह्वे इति धातुः सम्प्रसारणी धातुः अस्ति. सम्प्रसारणी धातुः इति कृत्वा तत्र कितिङिति प्रत्यये पदे यकि पदे वकारस्य उकारः भवति. अनन्तरं किमस्ति? अनन्तरं अत्र हकारात् अत्र हकारस्य दीर्घत्वं भवति महोदय, तत्कारणात् ऊ भवति. किमर्थं? हलः अलः इति सूत्रं भवान् उक्तवान् गतसप्ताहे. तत्र निमित्तं किं? निमित्तं पुनः अत्र यक् प्रत्ययः एव निमित्तमस्ति महोदय अत्र. न न, हलः इत्यस्य अर्थः कः? हलः इत्युक्ते निमित्तं तु हकारः एव महोदय, हल् वर्णः खलु. सम्प्रसारणात् पूर्वमस्ति. अङ्गावयवात् हलः परं यत् सम्प्रसारणं तदन्तस्य दीर्घः. अतः तत्र यत्र धातुः सम्प्रसारणात् पूर्वं हकारः, वकारात् पूर्वं हकारः अस्ति इति कारणेन तत्र उकारस्य स्थाने यदा उकारः जातः तस्य उकारस्य दीर्घत्वम् इति अस्ति आहूयत. अस्तु, अग्रे गच्छेम. अधुना किं सहदेव महोदय वदति वा? धर्मराजः एकदा व्याजेन असत्यम् अवदत्. त्रीणि एकमेकम्. धर्मराजेन एकदा व्याजेन असत्यम् अवदत्. औड्यत. बहु सम्यक् भवन्तः तत्र औन्नत्यं जातमस्ति, बहु समीचीनमस्ति, उत्तीर्णः भवति भवान्, सम्यक् अस्ति. धर्मराजेन एकदा व्याजेन असत्यम् औद्यत इति अस्ति. अग्रे शीघ्रमेव कषेम कुर्मः. अपर्णभगिनी अग्रे. आवरणे आवरणे दत्तेषु रूपेषु उचितं चित्वा वाक्यं रचयत, तस्य वाक्यस्य कर्तरिवाक्यमपि लिखत. कृष्णेन अर्जुनः औद्यत, तस्य कर्तरिरूपम् अधुना कृष्णः अर्जुनम् अवदत् इति कर्तरिरूपम्. बहु समीचीनमस्ति. अस्तु, द्वितीयं द्वितीयं किं तत्र श्रीनिवासमहोदय वदतु, अनन्तरं नताशा भगिनी तृतीयम्, अनन्तरं सञ्जीवमहोदय चतुर्थं, हा शीघ्रं कुर्मः, वदतु। अश्वैः रणरङ्गे अधाव्यत। अधाव्यत, समीचीनं। कर्तरी कर्तरी अश्वान् रणरङ्गे किमस्ति अश्वान् कथम् अत्र मूलरूपं किम् अश्वाः महोदय अश्वाः अश्वाः रणरङ्गे रणाङ्गने रणरङ्गने अदाव्यन् कर्तरि कर्तरि कारः कृतः अधावन् अधावन् समीचीनं नताशा भगिनी अग्रे योगिभिः ध्यानम् अक्रियत कर्तरि योगिनः ध्यानम् अकुर्वन् अस्तु बहु सम्यक् अस्ति सञ्जीवमहोदय अग्रे भगवता विश्वरूपम् अदर्शत तस्य कर्तरिरूपं भगवान् विश्वरूपम् अदर्शयत् हा बहु समीचीनमस्ति तत्र विकल्पेषु तत्र अदृश्यता अपि अस्ति अदृश्यता इति रूपमपि भवति किन्तु तस्य अर्थः भिन्नः खलु भवता यत् उक्तं तत्तु सत्यं अदर्श्यता अत्र अदर्श्यता इत्यस्य अर्थः भिन्नः अदृश्यता इत्यस्य अर्थः भिन्नः अस्तु सम्यक् अग्रे गच्छेम तर्हि सुब्रह्मण्यमहोदय पञ्चमम् अनन्तरं षष्ठं षष्ठवाक्यं पद्मा भगिनी अनन्तरं सप्तमवाक्यम् अजयमहोदय अष्टमवाक्यम् इति निहारिका भगिनी अस्तु पञ्चमम् पार्थेन गीतामृतम् अत्र धातुः अस्ति पा महोदय पा पी भवति पार्थेन गीतामृतम् अपीयत पार्थः गीतामृतम् अपिबत् हा बहु समीचीनमस्ति षष्ठं वाक्यं कस्य अस्ति अस्माभिः श्लोकाः अस्मरन् तत्र त्रयः शब्दाः सन्ति खलु त्रिषु कस्य साधितवान् अस्माभिः श्लोकाः अस्मराम तत्र रूपाणि सन्ति तत्र त्रीणि रूपाणि सन्ति त्रिषु कस्य साधुत्वमस्ति अस्मर्यन्त अस्मर्यन्त हा अस्तु कर्तरिप्रयोगे वयं श्लोकान् अस्मराम हा तत्र पुस्तकस्य पृष्ठभागे यद् लिखितमस्ति तद् न द्रष्टव्यं किन्तु मनसि मनसि करोति चेदेव लाभः अस्ति वयं श्लोकान् अस्मराम इति रूपमस्ति बहु समीचीनमस्ति स्वस्य मनसा न करोति चेत् न कोऽपि लाभः अजय महोदय अग्रे शङ्खघोषेण धार्तराष्ट्राणां हृदयानि बहुवचनं व्यदार्यन्त समीचीनम् अत्र धातुः दृढधातुः दीर्घऋकारान्तधातुः दीर्घऋकारान्तधातुः अस्ति दिवादिगणे अपि च दिवादिगणे अपि च अत्र तत्र नवमेगमे तत्र न द्विवादिगणे अपि च स्वादिगणे अस्ति इति मन्यः. द्विवादिगणे स्वादिगणे अपि अस्ति. अपि च अत्र इणेचि अस्ति, इणेचि प्रयोगः अस्ति. अतः दारयति नूतनधातुः अस्ति. दारयति. अस्तु, समीचीनमस्ति. अस्मिन् तत्र तत्र किमस्ति कर्तरी? शङ्खघोषः धातराष्ट्रं हृदयानि धातराष्ट्राणां हृदयानि एकवचनं व्यदारयत् व्यदारयत् इति कथं भवति? एकवचनं कथं चिन्तनं जातं भवतः? चिन्तनं किम् आसीत्? चिन्तनं कथं कथं कथं निष्पन्नं जातमस्ति यदारयत् एकवचनमिति तु अस्ति. कथं कथं सोपानेन वक्तव्यमस्ति? अखिला भगिनी सहायं करोति वा? तत्र हृदयानि इति बहुवचने अस्ति महोदय, तर्हि वि उपसर्गपूर्वकः, क्षम्यतां, शङ्खघोषः इति एकवचने अस्ति, वि उपसर्गपूर्वकः अधारयत् इति धातुः, तर्हि व्यधारयत् इति रूपं भवति. वि उपसर्गपूर्वकः कः धातुः? दृ धातुः. वि योगः अधारयत् इति रूपं भवति, तर्हि व्यधारयत् इति. वस्तु धारयति अस्ति अत्र धातुः, दृ इति उपदेशक, क्षम्यतां, तृ तारि इति निच्प्रयोगानन्तरं तारि इति भवति. लङीरूपमस्ति अतारयत् इति, वियोगः अतारयत् व्यतारयत्. अस्तु, अष्टमवाक्यं निहारिका भगिनी. महोदय, शङ्खघोषेण इति कारणरूपमस्ति, न कर्मपदम् इति. कर्तृपदं, किला भगिनी, शङ्खघोषः इति, सत्यं, शङ्खघोषः इति नास्ति एव. शङ्खघोषः न, तत्र निष्प्रयोगः अस्ति खलु महोदय, तर्हि शङ्खघोषः दृद्राष्ट्राणां हृदयानि व्यधारयत् इति. शङ्खघोषः विधारयत् शङ्खघोषः इति एव कर्तृपदमस्ति. किन्तु कर्मणि कर्मणि पद कृत् अविधारयन् न व्यधारयन्त न. अत्र शङ्खघोषः कर्तृपदमस्ति. मीना भगिनी, कः प्रश्नः अस्ति? अहं चिन्तयामि कारणमेव इति. कारणं कर्तृपदं कारणमपि भवितुमर्हति. शङ्खघोषः एव करोति. शङ्खघोषः नाम विधारयति इति शङ्खघोषः करोति सः शङ्खघोषः. अस्तु, महोदय, महोदय, अविधारयन् न व्यधारयन्त न व्यधारयत् इति. निहारिका भगिनी, कृपया. माधवेन व्यञ्जने अस्ति यत. सम्यक्, कर्तरी. माधवः व्यञ्जने अतिष्ठत्. अतिष्ठत्, अस्तु, सम्यक् अस्ति. अस्तु, अनेन अत्र समापयामः. अग्रिमे सप्ताहे मिलित्वा अन्तिमभागं पठित्वा अग्रे गच्छेम. महोदय, एकप्रश्नं सप्तमी वाक्ये माध्यमेन प्रेषयतु, ईमेल् माध्यमेन प्रेषयतु कृपया, यतोहि समयः नास्ति. इदानीं विलम्बः जातः. ईमेल् माध्यमेन प्रेषयतु. अस्तु, तर्हि धन्यवादः सर्वेषां. नमस्कारः. नमस्कारः. नमस्कारः. नमस्कारः. धन्यवादः महोदय।